नमस्कारः, अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्। अद्य नूतनपाठः आरप्स्यते, धातुविज्ञानं द्वितीयभागः इति। प्रथमभागे अस्माकं प्रथमं कार्यम् आसीत् इत्संज्ञकवर्णानां लोपः एव अस्माकं प्रथमं कार्यं। यदि अत्र क्रियापदस्य निर्माणं कर्तुम् इच्छामः तर्हि निरनुबन्धधातुः कः इति ज्ञातव्यः। तदर्थम् अत्र इत्संज्ञाप्रकरणम् इत्यस्मिन् प्रकरणे यानि सूत्राणि सन्ति तेषां ज्ञानम् आवश्यकमासीत्। तानि सूत्राणि कानि इत्यपि वयं पठितवन्तः, ज्ञातवन्तः। अधुना अत्र द्वितीयभागः। इदानीं प्रथमं कार्यं जातम्, इत्संज्ञकवर्णानां लोपः जातः। अधुना अत्र द्वितीयं कार्यं किम् इति चेत् अत्र प्राकृतिककार्यं नाम अत्र चत्वारि कार्याणि भवन्ति। इदानीं मम पुरतः धातुः अस्ति, धातोः अनन्तरं कोऽपि प्रत्ययः अस्ति, तिङ् भवतु कृत् भवतु, यः कोऽपि प्रत्ययः अस्ति। तर्हि इदानीं मम प्रथमं कार्यम् अस्ति इत्संज्ञकवर्णानां लोपः, द्वितीयं कार्यम् अस्ति अत्र चत्वारि कार्याणि सम्भवन्ति, सत्वं, नत्वं, नुमागमः, उपदादीर्घः इति चत्वारि कार्याणि। सत्वम् इति यदा अत्र सत्वम् इत्यनेन कथञ्चित् सकारः आगच्छति, षकारस्य स्थाने सकारः आगच्छति, तदेव सत्वं। नत्वम् इत्यनेन मूर्धन्य णकारस्य स्थाने दन्त्यनकारः आगच्छति, तदेव नत्वम्। अनन्तरं नुमागमः इति, नुमागमः इति किञ्चित् कार्यम् अस्ति, तत्र नुम् इति आगमः, नुम् इति आगमः आगच्छति। अपि च उपदादीर्घः, उपदायाः, उपदायां यः स्वरः अस्ति तस्य दीर्घत्वम् इति कार्याणि, इति चत्वारि कार्याणि सम्भवन्ति। तर्हि अत्र प्रथमम् इत्संज्ञकवर्णानां लोपः, तदनन्तरं द्रष्टव्यम् अत्र सत्वं सम्भवति वा, नत्वं सम्भवति वा, नुमागमः भवति वा, उपदादीर्घः भवति वा इति द्रष्टव्यम्। तर्हि अत्र अधुना क्रमेण पश्यामः अत्र सत्वं नाम किं, नत्वं नाम किं, नुमागमः कुत्र भवति, उपदादीर्घः कथं भवति, तत्र निमित्तं किमपि अस्ति वा इति। अद्य तदेव अस्माकं विषयः अस्ति। तर्हि अत्र आरम्भतः पठामः, धातुविज्ञानं द्वितीयः भागः इति ततः आरभ्य अद्य पठामः। अत्र शेखर् महोदय आरम्भं करोति वा? श्रूयते किं? एकनिमिषम्। अस्तु, धातुविज्ञानं मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयं। धातुविज्ञानमिति पाठे अस्माभिः दृष्टं यत् अनुबन्धानां निष्कासनम् इति प्रथमं कार्यम्। इत्संज्ञकवर्णानां निष्कासनानन्तरं सत्वं, नत्वं, नुमागमः, उपदादीर्घः च इमानि सङ्गृहीततया द्वितीयं कार्यम्। येषु चतुर्षु किञ्चन सम्भवति वा न वा इति अवश्यं चिन्तनीयं। सम्भवति चेत् इदं कार्यं कुर्मः, नो चेत् धातुः प्रक्रियार्थं सिद्धः। तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन् करपत्रे अवलोकयामः। अग्रे सरेम उत सांशरूपेण एकवारं वदतु। अस्तु, अत्र मूलधातु तु औपदेशिकधातुः इति उच्यते। आदौ इत्संज्ञाप्रकरणात् परं तत्र अनुबन्धलोपः क्रियते। इत्संज्ञाप्रकरणात् परमपि चत्वारि सोपानानि सन्ति। यदि तेषां तत् सम्भवति वा न वा इति आदौ द्रष्टव्यमस्ति। यदि सम्भवति तत् कार्यं कृत्वा अग्रे सरणीयं भवति। आदौ अस्ति सत्वम्, अनन्तरं नत्वं, नुमागमः, तथैव उपदादीर्घः। एतानि चत्वारि कार्याणि कृत्वा अग्रे कार्यं किमिति द्रष्टव्यं भवति। समीचीनम्। अग्रे सत्वम् इति पठतु। अस्तु, धात्वादेः शः सः। उपदेशावस्थायां धातोः आदौ शकारः अस्ति चेत् शकारस्य स्थाने सकारादेशो भवति। धातोः आदि धात्वादि षष्टितत्पुरुषसमासः, तस्य धात्वादेः षष्ट्यन्तं, श्वः षष्ट्यन्तं, सः प्रथमान्तं त्रिपदमिदं सूत्रम् आदे च उपदेशेषिति इत्यस्मात् उपदेशे इति अनुवृत्तिः अनुवृत्तिसहितसूत्रं धात्वादेः शस शः सः उपदेशे धात्वादेः शः सः उपदेशे वृत्तान्ते श्वद अस्तु सूत्रमस्ति धात्वादेः शः सः इति धातोः आदिः धातो धात्वादिः इति तत्र षष्टितपुरसमासः षष्ट्यां धात्वादेः इति रूपं शः इति षष्ट्यन्तपदं तेन तत्र विशेषणविशेषः भावः वर्तते धात्वादेः शकारः अस्ति चेत् तस्मिन् स्थाने सकारादेशः भवति सः इति प्रथमान्तमस्ति इत्यस्मात् सकारादेशः भवति उपदेशः इति पद उपदेशे इति पदम् अनुवर्तते तेन उपदेशावस्थायां धातोः आदे शकारः अस्ति चेत् तस्मिन् स्थाने सकारादेशः इति सूत्रार्थः लभ्यते समीचीनम् अस्तु धन्यवादः तर्हि अत्र यदा इदानीं मम पुरतः औपदेशिकधातुः अस्ति उपदेश अवस्थायां धातुः अस्ति इत्युक्ते साक्षात् पाणिनीयधातुपाठे यः धातुः अस्ति तं धातुं स्वीकृत्य अहम् इदानीं क्रियापदं निर्मातुम् इच्छामि तर्हि धातुः औपदेशिकधातुः अस्ति अस्माकं प्रथमं सोपानम् अस्ति इत्संज्ञकवर्णानां लोपः इत्संज्ञकवर्णानां लोपानन्तरम् इदानीं द्रष्टव्यम् अत्र चत्वारि कार्याणि सम्भवन्ति वा न वा इति द्रष्टव्यं प्रथमं कार्यमस्ति सत्त्वं तत्र सत्त्वम् इत्यस्य सूत्रमस्ति धात्वादेः शः सः इति सूत्रमस्ति सूत्रं सरलम् एव धात्वादेः धातोः आदौ शकारः मूर्धन्यशकारः अस्ति चेत् शकारस्य स्थाने सकारादेशः भवति उपदेशे इति पदमपि अनुवृत्तम् इत्युक्ते उपदेश अवस्थायाम् इत्संज्ञकवर्णानां लोपानन्तरमपि उपदेश अवस्थायाम् एव अस्ति धातुः यतोहि अत्र किमपि कार्यं न जातम् अतः तत्र षकारः अस्ति चेत् मूर्धन्यषकारस्य स्थाने दन्त्यसकारादेशः भवति अत्र षकारः एव स्थानी अस्ति षष्ट्यन्तम् अस्ति षकारः अतः स्थानी तस्य स्थाने सकारादेशः भवति उपदेशे इति पदं सप्तम्यन्तं पदम् अत्र सप्तम्यन्तम् इत्युक्ते पूर्वकार्यम् इति नास्ति परन्तु अत्र सामान्यसप्तमी विषयसप्तमी इत्युक्ते उपदेश अवस्थायाम् उपदेश अवस्थायां यः धातुः अस्ति तस्य आदौ मूर्धन्यषकारः अस्ति चेत् षकारस्य स्थाने सकारादेशः दन्त्यसकारादेशः भवति सकारादेशः भवति इति स्पष्टं वा कोऽपि प्रश्नः अस्तु तर्हि अत्र उदाहरणं पश्यामः आदे च उपदेशे अशिति अर्थं कः इदानीं मास्तु आदे च उपदेशे अशिति यत्र यत्र वयं सूत्रं पठामः तत्र कानिचन पदानि अनुवृत्तानि भवन्ति तत्र तेषां सूत्राणाम् अर्थः कः इति इदानीं मास्तु अत्र तस्मात् सूत्रात् उपदेशे इति पदस्य अनुवृत्तिः भवति तावदेव इदानीं यदि अहम् आदे च उपदेशे शिति इति सूत्रस्य अर्थः कः इति इदानीं वदामि चेत् अत्र प्रयोजनं नास्ति अस्माकं लक्ष्यं किम् अत्र अस्माकं लक्ष्यम् अत्र धातोः लौकिकरूपं कथं भवति इति एव अस्माकं लक्ष्यं तर्हि औपदेशिकधातुतः लौकिकधातुं कथं साधयामः इति लक्ष्यमस्ति तादृशलक्ष्यस्य साधनार्थम् अत्र सूत्रचत्वारि सूत्राणि सन्ति सत्त्वं नत्वं नमागमः उपदादीर्घः तस्मिन् विषये एव चिन्तनं कुर्मः न तु अन्यत्र न गच्छामः अन्यत्र गच्छामः चेत् तत्र भ्रमः भवति अस्तु तर्हि अत्र धात्वादेः शः सः इत्यस्मिन् विषये अत्र उदाहरणमस्ति पश्यामः श्वद इति धातुः अस्ति तत्र शोभा भगिनी पठति वा आं भगिनि वृत्तान्ते श्वदम् आस्वादने इति धातुः उपदेशे जनुनासिक इत् इत्यनेन दकारोत्तरवर्तिनः अङ्कारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपश्च श्वदम् तत्र इत् अङ्कारस्य इत्संज्ञा भूत्वा श्वद् धात्वादेः शः सः इत्यनेन आदौ स्थितस्य शकारस्य स्थाने सकारादेशः अतः श्वद् स्वद् इति भवति. अग्रे पठामि वा? तावद् वदतु. तत्र उपदेशावस्थायां स्थितः श्वदौ इति धातोः उदाहरणं दत्तं. तत्र उपदेश प्रथमम् उपदेशे जनुनासिक इत् इत्यनेन तत्र यथा वयं दृष्टवन्तः अनुबन्धानां निष्कासनं कुत्र भवति इति पश्यामः चेत् तत्र अनुनासिक अङ्कारस्य निष्कासनं भवति. अङ्कारस्य इत्संज्ञा उपदेशे जनुनासिक इत् इत्यनेन, नन्तरं तस्य लोपः इत्यनेन तत् अपगच्छति अपि. अवशिष्यते श्वद् इति धातुः. अधुना आदौ शकारः अस्ति इति कृत्वा धात्वादेः शः सः इति सूत्रेण आदौ स्थितस्य शकारस्य स्थाने सकारादेशः भवति. अतः श्वदौ इति मूलरूपेण श्वद् भूत्वा स्वद् इति अन्तिमरूपं निष्पन्नं भवति. समीचीनम्. इदानीं स्वद् इति धातुं स्वीकृत्य वयं प्रक्रियां कुर्मः. अत्र तिङन्तपदं भवतु, कृदन्तपदं भवतु, यत्किमपि भवतु, तत्र स्वद् इति स्वीकृत्य कुर्मः. तर्हि अत्र उदाहरणम् अस्ति श्वद इति. अत्र गीताञ्जलिभगिनी वदति वा किमवगतम्? आं भगिनि, अत्र श्वद इति एकम् उदाहरणम् अस्ति. अत्र श्वद अन्ते अनुनासिकस्वर अस्ति, तत्तु उपदेशे जनुनासिक इत् सूत्रेण इत् संज्ञा स्वीकरोति. तदनन्तरं तस्य लोपः भवति. तदनन्तरं श्वद् इति आगच्छति. अत्र तु धात्वादेः शः सः सूत्रेण प्रथम वर्ण शकार सकार भवति, तदनन्तरं स्वद् इति आगच्छति. समीचीनं, समीचीनं. तर्हि अत्र अत्र धात्वादेः शः सः इत्यस्य कार्यं किमर्थं भवति? किमर्थं भवति इत्युक्ते तत्तु सूत्रं वदति, तदेव भवति भगिनि. हा, सूत्रं वदति, परन्तु सूत्रं किं वदति? सूत्रस्य कार्यं किमर्थम् अत्र? अस्तु अस्तु, धात्वादे इत्युक्ते धातोः आदौ एव. यदि धातौ आदौ शकार अस्ति चेत् तत् शकार एव सकार भवति. किमपि अन्यत्र शकार अस्ति चेत् तत्तु न, किन्तु धातु. सत्यं, तदेव तदेव, सम्यक् तदेव. अत्र धात्वादेः शः सः भगिनी, नमस्ते. औपदेशिकधातोः शकारस्य सकारः इति औपदेशिक अवस्थायामेव अस्ति खलु धातुः. अन्यत्र धातोः शकारस्य सकारः न भवति खलु? सत्यं, तत्र औपदेशिक अवस्थायामपि भवेत्, अपि च धातोः आदौ अपि भवेत्, तादृशसन्दर्भे मूर्धन्यशकारस्य सकारादेशः भवति. अतः अत्र उपदेशावस्थायामपि भवेत्, धातोः आदौ अपि भवेत्. धातोः अन्ते अस्ति उपदेशावस्थायाम् अस्ति चेत् तत्र न भवति. कृपया म्यूट् करोतु भगिनि. अन्यधातौ चकारः न भवति एतद् भूत्वा नै न भवितुम् अर्हति किल? किं पुनः पृच्छतु? औपदेशिक अवस्थायां शकारः सकारः भूत्वा लौकिकधातुं शकारः नास्ति चेत्? लौकिकधातौ तत्र परिवर्तनं भवति खलु, सकारः एव न भवति मन्ये. किमर्थं सूत्रस्य प्रसक्तिः न भवति इति वदति वा? अहं न अवगच्छामि किं पृच्छामि. न, सूत्रस्य प्रसक्तिः औपदेशिकधातो एव भवति, लौकिकधातो शकारः एव न भवति किल. सत्यं, तत्र शकारस्य परिवर्तनं भवति खलु, अतः तत्र सकारः एव. आदौ अस्ति, आदौ अस्ति शकारः, मूर्धन्यशकारः औपदेशिकधातौ आदौ अस्ति चेत् तस्य सकार सकारादेशः भवति. इदानीं लौकिकधातौ सकारः एव अस्ति, शकारः नास्ति, परन्तु धातोः अन्ते शकारः अस्ति चेत् तादृशशकारः हलन्त्यमितिनेन गन्तुं शक्नोति. मध्ये अस्ति चेत् तथैव तिष्ठति शकारः, तथैव तिष्ठति, परन्तु तादृशधातुः अस्ति वा इति द्रष्टव्यम्. मध्ये शकारः अस्ति, तादृशधातुः अस्ति वा इति द्रष्टव्यं. परन्तु आदौ अस्ति चेदेव लोपः, लोपः नास्ति, सकारादेशः. स्पष्टं वा गीता भगिनी? आं भगिनि, धन्यवादः. अस्तु अस्तु, तर्हि अत्र स्वद् इति लौकिकधातुः अस्ति. अत्र कार्यं सरलमेव, धात्वादेः शहसः इति सूत्रम्. अग्रे अन्यत् उदाहरणं पश्यामः. अत्र विनय महोदय पठति वा? आं भगिनि, अन्यत् उदाहरणं गतिनिवृत्तौ इति धातुः. यथा सामान्यं प्रथमं कार्यम् इति संज्ञकवर्णानां निष्कासनं, धातौ कोऽपि इति संज्ञकवर्णः नास्ति, अतः प्रथमं सोपानं समाप्तं, साक्षात् द्वितीयं सोपानं गच्छेम. तत्र चतुर्षु कार्येषु सत्वस्य प्रसक्तिः, ष्ठाधातोः आदौ शकार अस्ति, अतः धातवादेः शः सः इत्यनेन सूत्रेण शकारस्य स्थाने सकारः अथ ष्ठा ष्ठा भवति, ष्ठा ष्ठा भवति. अग्रे न, तावद् वदतु, तावद् वदतु. धातुष्ठा अस्ति, धातुष्ठा अस्ति, परन्तु ष्ठा सम्बन्धे कोऽपि अन्तः इत्संज्ञाकारणेन चिह्नः नास्ति, अतः ष्ठा स्वयमेव धातु अनुबन्धरहितः अस्ति. इदानीं धातवादे शः सः सूत्र अस्ति, अतः सूत्राधारेण ष्ठा ष्ठा भवति, परन्तु ष्ठा ष्ठास्था भवति, अन्यविषय ष्ठा कोऽपि धातु नास्ति, परन्तु अहं केवलं इत्थम् अवगच्छामि. समीचीनं महोदय, तर्हि अत्र ष्ठा इति धातुः अस्ति, वयं जानीमः खलु तिष्ठति इति रूपम् अस्ति, लट्लकारस्य रूपं तिष्ठति, अपि च तप्रत्यान्तरूपं स्थितः, स्था इति लौकिकधातुः अस्ति. तत्र ष्ठा इत्यस्मात् आरभ्य स्था इति कथं प्राप्यते इति एव विषयः अस्ति अत्र. ष्ठा इति औपदेशिकधातुः, तत्र अनुबन्धवर्णः किमपि वर्णः न कोऽपि वर्णः अस्ति, अतः अत्र प्रथमम् अस्माकं कार्यमस्ति सत्वम् इति कार्यमस्ति. धात्वादेः शः सः, ष्ठा इति औपदेशिकधातुः, आदौ षकारः अस्ति इति कृत्वा तत्र सकारादेशः भवति. तर्हि षकारस्य स्थाने सकारः, सकारः योगः ठा, तर्हि अत्र ठा इति अस्ति इति तत्र इतोपि चिन्तनीयं. तत्र यतोहि वयं जानीमः लौकिकधातुः तु स्था इति अस्ति, अतः कथं तत्र मूर्धन्य ठकारः महाप्राणठकारः भवति इति चिन्तनीयं. तदर्थम् अग्रे उच्यते अत्र कथं भवति, तत्र चिन्तनक्रमः कः इति अत्र अग्रे प्रदर्श्यते. तत्र अग्रे पठामः. अत्र वसन्ति भगिनी पठति वा? अस्तु जि. अत्र कश्चन प्रसिद्ध प्रवादो वर्तते, निमित्ताकाये नैमित्तिकस्याप्यपायः, निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः. निमित्तम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलम्, अपायः इत्युक्ते अभावः. अत्र ध्येयं यत् यद्यपि ष्ठा इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते सः ठकारः आसीत्. अष्टाध्याय्यां तादृशम् इङ्गितम् अस्ति, कथमिति अग्रे दृश्यता. ठकारस्य मूलरूपं, मूलस्वरूपं ठकारः, किन्तु षकारस्य प्रभावेन ष्टुत्वसन्धिना ठकारः ठकारः जातः. तदा धात्वादेः षः सः इत्यनेन षकारस्य स्थाने सकार आदेशः, षकारस्य कारणेन एव ठकारः ठकारः जातः इति उक्तम्. अधुना स च षकारः अवगतः, गतः इति कारणतः तेन षकारेण कृतं यत् कार्यं तत् पुनः निवर्तते. कारणं गतम्, अतः फलम् अपि गच्छति. येन निमित्तेन कार्यं कारितं तान् निमित्तं सकारः नास्ति चेत् यत् नैमित्तिकं सकारः अस्ति तदपि न तिष्ठति. निमित्ताभाये नैमित्तिकस्य अपि अपाय, षकारः गतः अतः टकारः अपि गच्छति. ष्ठा योगः स्था इति धातुः निष्पन्नः. वदतु किम् अवगतवती? सूत्र वा निमित्तापाये निमित्तकस्य अपाय? सूत्रं नास्ति भगिनि, अत्र केवलम् एकं वाक्यमस्ति. वाक्यमस्ति निमित्तम् इति कारणम् इति अर्थं, नैमित्तिकम् इति फलं. सो ष्ठा धातोः ष्ठा इति औपदेशिकधातुः, तदस्य मूलरूपं यः तकारः वर्तते सः तकारः आसीत्, स्तुत्वसन्ति. सकारः योगः षकारः और टकारः टवर्गीयः, सकारः षकारः भवति. सो टकारस्य मूलस्वरूपं तकारः इति. सो धात्वसन्धिः कथं भवति? मूलरूपं किम् उक्तवती अत्र धातोः मूलरूपं? धातोः मूलरूपं ष्ठा. अस्तु, ठकारः अस्ति चेत् टकारस्य स्थाने तकारः आसीत्. कुत्र तकारः ठकारः आसीत्? टकारः स्थाने तकारः आसीत्, मूले ठकारः आसीत् खलु? मूले किम् आसीत्? मूले तु ठकारः आसीत्, तस्य स्थाने महाप्राण ठकारः जातः. अग्रे ओके सो तकारः वास् इन् काण्टाक्ट् वित् शकारः अतः तकारः टकारः भवति. अनन्तरं सो दात्वादेशः सः इति सूत्रेण शकारस्य स्थाने सकारः आदेशः भवति. अवगच्छामि स्पष्टम् आफ्टर्वर्ड्स्. हा चिन्ता अस्ति. अत्र विजयलक्ष्मी भगिनी वदतु तत्र पुनः. पूर्वं धातु ष्ठा इति धातुः रूपं रूपे थकारः एव आसीत्, परन्तु षकारः आदौ अस्ति इति कारणेन तत् थकारस्य ष्टुत्वं भूत्वा ठकारः इति परिवर्त्यते. अनन्तरं धात्वादेः शः सः इति सूत्रेण षकारस्य सकारादेशो भूत्वा सकारः आगच्छति. षकारः गतम् इति कारणात् अनन्तरं ठकारः अपि गत्वा ठकारः पुनर् आगच्छति इति कारणेन ष्ठा न तु केवलं षकारस्य परिवर्तनं जायते, ठकारस्य अपि परिवर्तनात् पूर्वं यद् रूपम् आसीत् तदेव पुनः आगच्छति इति स्था इति धातु निष्पद्यते. सत्यं सत्यम्. अत्र निमित्तापये नैमित्तिकस्य अपायः इत्यस्य अर्थः कः? एकक्षणम् अत्र भगिनी वदतु. निमित्तापये निमित्तम् अत्र षकारः अस्ति. षकारः अस्ति इति कृत्वा थकारस्य ठकारादेशो तद् अवगतम् इदानीं निमित्तमेव अपगच्छति इति कारणेन निमित्तम् अत्र षकारः. षकारः आसीत् इति कारणात् एव थकारस्य ठकारः अभवत् खलु. इदानीं धात्वादेः शः सः इति सूत्रात् षकारः अपगच्छति, सकारः आगच्छति. सकारः आगत्य निमित्तस्य अपायः भवति. तत्कारणं ओरिजिनलि थकारः यद् आसीत् तद् पुनः आगत्य तिष्ठति. समीचीनं. हा प्रश्नः कः? रामनाथन् महोदय. षकारस्थाने सकारः भवति तद् अवगतं. तकारः कथं तकारः भवति न अवगतम्. क्रमेण पश्यामः, पुनः पश्यामः. अस्तु, अत्र कश्चन प्रवादः इत्युक्ते कश्चन अत्र किञ्चित् वाक्यं स्वीक्रियते. अत्र विश्वविद्यालयेषु सर्वत्र निमित्त अपाये नैमित्तिकस्यापि अपायः इति सर्वत्र उच्यते. तर्हि निमित्तापाये नैमित्तिकस्य अपायः इत्यस्य अर्थः कः इति प्रथमम् अवगन्तव्यम्. निमित्तम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलं. निमित्तस्य अपायः इत्युक्ते निमित्तस्य अभावे निमित्तं नास्ति, कारणं नास्ति चेत् फलमपि न तिष्ठति. यदि किञ्चित् कारणम् अस्ति तेन कारणेन किमपि कार्यं भवति. अधुना कारणमेव नास्ति, कारणं नास्ति चेत् फलमपि न तिष्ठति इति अत्र निमित्त अपाये नैमित्तिकस्यापि अपायः. कारणाभावे कार्याभावः इति अर्थ अत्र वार्ता अस्ति. तर्हि अत्र अस्माकं धातुः अस्ति ष्ठा इति धातुः. अत्र ष्ठा इति एव वयं पश्यामः धातुपाठे सर्वत्र ष्ठा इति पश्यामः, परन्तु तत्र ष्ठा इति कथम् आगतम् इति ज्ञातव्यं। तर्हि अत्र षकारः अस्ति, तदनन्तरं थकारः अस्ति, महाप्राणथकारः अस्ति, अनन्तरम् आकारः अस्ति इति तथा एव अस्ति मूले। परन्तु वयं जानीमः यत्र यत्र कुत्रापि सन्धिकार्यस्य अवसरः अस्ति तत्र सन्धिकार्यं भवति। अत्र वयं जानीमः धातु उपसर्गयोः सन्धिकार्यं भवति इति कृत्वा अत्र धातोः सन्धिकार्यं भवति। तर्हि अत्र षकारः अस्ति, अनन्तरं महाप्राणतकारः अस्ति इति कृत्वा तत्र मूर्धने ठकारादेशः भवति ष्टुत्वसन्धिं कृत्वा। षकारस्य प्रभावेण महाप्राणथकारस्य स्थाने महाप्राणठकारादेशः भवति। तर्हि अधुना अत्र औपदेशिकधातुः ष्ठा इति अस्ति। तर्हि कारणमस्ति, षकारः एव कारणं, तादृशकारणम् अस्ति इति कृत्वा ठकारस्य स्थाने महाप्राणठकारः भवति। तावत्पर्यन्तं स्पष्टं खलु? ष्ठा इति औपदेशिकधातुः। अधुना अत्र प्रक्रियाकालः तावत् पर्यन्तम् अवगतं। महाप्राणतकारः कथमस्ति अग्रे पश्यामः वा? महाप्राणतकारः एव मूले अस्ति धातौ, तत्र ष्टुत्वसन्धिं कृत्वा महाप्राणतकारः कृत्वा ष्ठा इति अस्ति अधुना। न तकारः स्थाने तकारः भवति, महाप्राणतकारः भवति, तत् न तथा नास्ति। किञ्चित् म्यूट् करोतु महोदय, प्रतिध्वनिः अस्ति। मूले धातुः कः इति चेत् महाप्राणशकारः, अनन्तरं महाप्राणथकारः इति एव मूले अस्ति। तत्र धातुपाठे यदा धातुपाठे स्थापय पाणिनिः यदा धातुपाठे धातुं स्थापयति तस्मिन् अवसरे एव सन्धिं करोति महाप्राणतकारस्य महाप्राणठकारः तकारः इति कृत्वा, तदनन्तरं ष्ठा इति स्थापयति। अस्तु, अधुना ष्ठा इति अस्ति अस्माकं पुरतः। ष्ठा इति धातुः अस्ति, वयं जानीमः अस्माकं कार्यमस्ति सत्वं। धातोः आदौ षकारः अस्ति इति कृत्वा तत्र षकारस्य स्थाने सकारादेशः क्रियते। तर्हि सकारः योगः महाप्राणठकारः इति अस्ति। इदानीं तत्र षकारः एव गतः, षकारस्य कारणेन एव तत्र टकारः महाप्राणटकारः जातः। अधुना तादृशषकारः एव नास्ति, धात्वादेः शहसः इत्यनेन तस्य स्थाने सकारः जातः। अतः कारणं नास्ति इति कृत्वा फलमपि न तिष्ठति, तत्र ठकारः अपि न तिष्ठति, तस्य स्थाने तत्र ठकारः यथा पूर्वम् आसीत् तथैव आगच्छति, तत् ठकारः एव आगच्छति। अतः स्था इति लौकिकधातुः। बुद्धं वा? औपदेशकधातु टकारमेव अवश्यं मीन् तिष्ठति, टकारं किमर्थं न अवगतं महोदय? न पश्यतु पश्यतु, म्यूट् करोतु महोदय। इत्युक्ते यद्यपि मूले धातुपाठे ष्ठा इति पश्यति, महाप्राणठकारः एव पश्यति, तथापि तस्मात् पूर्वम् एकं सोपानम् अस्ति, ष्ठा इत्यस्मात् पूर्वम् एकं सोपानम् अस्ति। तत्र मूले तु धातु तकारः एव अस्ति, महाप्राणथकारः एव अस्ति, तत्र सन्धिं कृत्वा ष्ठा इति आगच्छति। अवगतं वा? श्रुत्वसन्धि सन्धिं कृत्वा एव महाप्राणथकारस्य अवगतम्। तर्हि इदानीं ष्ठा इति अस्ति, धात्वादेः शहसः इत्यनेन षकारस्य स्थाने सकारः यदा क्रियते तर्हि फलमपि न तिष्ठति। फलस्य कारणं किं? षकारः एव तत्र षकारः एव कारणमस्ति ठकारस्य कृते। इदानीं षकारः एव नास्ति, अतः ठकारः अपि न तिष्ठति, तत्र मूले यत् आसीत् तदेव आगच्छति ठकारः। अवगतम्? गीताञ्जलि फलमपि गच्छति, अन्मूलरूपं सम्भवति। सत्यं कारणं नास्ति चेत् फलमपि न भवति इति एव अत्र विषयः अस्ति. यत्र कारणमस्ति तत्र कार्यं भवति. षकारः एव कारणं, तादृशकारणेन एव तत्र ठकारस्य स्थाने ठकारः आगतः. इदानीं तादृशषकारः एव नास्ति, यतोहि धात्वादेः शः सः इत्यनेन तस्य स्थाने सकारः जातः, अतः मूर्धन्य ठकारः अपि न तिष्ठति. भगिनि मम एकः प्रश्नः, तत्र यत्र कुत्रापि मूलधातोः विषये सन्धिसूत्रस्य प्रसक्तिः अस्ति, पाणिनिमहर्षि तदेव कृतवान् वा सर्वत्र? सर्वत्र सन्धिं कृत्वा एव प्रदर्शितवान्. अस्तु, किन्तु विरलतया कुत्रचित् सन्धिः न भवति, कुत्रचित् विरलतया तस्य किमपि कारणं भवति, परन्तु प्रायेण सर्वत्र सन्धिः भवति एव. सन्धिः सन्धिः भवति, किन्तु अन्यकार्याणि न भवन्ति. अन्यकार्याणि न भवन्ति, यतोहि तत्र प्रत्ययं निमित्तीकृत्य किमपि कार्यं भवति चेत् तत्र प्रत्ययः आवश्यकः खलु. अतः धातुपाठे इदानीं प्रत्ययः नास्ति, तत्र केवलं धातुः एव. यदा वयं क्रियापदस्य निर्माणं कर्तुम् इच्छामः तदानीमेव प्रत्ययं योजयामः खलु. तत्र प्रत्ययं निमित्तीकृत्य कार्याणि अग्रे भवन्ति, प्रक्रियाकाले भवन्ति. किन्तु मम प्रश्नः तत् नास्ति. अहं निष्कासनस्य विषये चिन्तितवती भगिनी. निष्कासनं तु यदा प्रक्रिया आरम्भः भवति तथा एव एतानि कार्याणि अपि आरम्भं करोति कुर्वन्ति खलु. सत्यं, निष्कासनं कृत्वा एव धातुः महर्षि स्थापयितुं न इष्टवान्. सत्यं, तत्र धात्वादेः शः सः इति सूत्रस्य कार्यं यदा वयं प्रक्रियां कर्तुम् इच्छामः तदानीमेव तस्य प्रसक्तिः. यदि तत्र धातुः धातुपटे तिष्ठति तत्र तु किमपि कार्यं नास्ति, तत्र केवलं ष्ठा इति एव तिष्ठति, सन्धिं कृत्वा ष्ठा इति तिष्ठति. आं, धन्यवादः भगिनि. अस्तु, अन्यत् किमपि? अस्तु भगिनि, सर्वदा ष्ठा इति वयं पश्यामि, वयं पश्यामः औपदेशिकरूपं, किन्तु सर्वदा ष्ठा स्था एव भवति न भगिनि? हा, तत्र प्रक्रियाकाले स्था भवति, परन्तु मूले धातुपाठे ष्ठा इत्येव अस्ति. किन्तु फार् अवर् पर्पसेस् स्था लौकिक रूपम् एव. हा, लौकिकरूपमेव, परन्तु तत्र लौकिकरूपं कथम् आगतं, लौकिकरूपं कथम् आगतम् इति प्रश्नः भवति खलु. मूले तु स्था इति अस्ति, तस्य तत्र कथं स्था इति आगतम् इति प्रश्नः भवति. तदर्थम् अत्र उच्यते कथं तत्र स्था इति आगतम् इति, तत्र सोपानानि कानि, चिन्तनं किम् इति अत्र प्रदर्श्यते. तावदेव, अत्र निमित्तापाय नैमित्तिकस्य अपाय इति तत्र अत्र आदौ तथा उच्यते, परन्तु वस्तुतः निमित्तपाय नैमित्तिकस्य अपायः इति तत्र शास्त्रीय चिन्तनं नास्ति, यतोहि तस्य सपोर्ट् नास्ति, कुत्रापि प्रमाणं नास्ति तस्य, किमपि वाक्यमेव तत्र, न्यायः नास्ति, सूत्रं नास्ति, अन्यत् किमपि नास्ति. अतः तत्र शास्त्रीयरीत्या चिन्तयामः चेत् तस्य प्रयोगः न करणीयः इत्येव. यद्यपि तत्र विश्वविद्यालयेषु सर्वत्र तथा एव पाठ्यते, तथापि अत्र शास्त्रीयरीत्या चिन्तयामः चेत् तस्य प्रयोगः न करणीयः इत्येव सारांशः. अस्तु, अग्रे शास्त्रीयचिन्तनं कथं भवति इति अग्रे पश्यामः. भगिनि, एक श्चुत्वम् अपि च श्रुत्वं भगिनि निमित्तं तृतीयविभक्ति अस्ति चेत् निमित्तं किम् इति परं वा पूर्व वा भवितुम् अर्हति, किन्तु अत्र पाणिनिमहोदया एव उक्तवान् अत्र तु षकार एव निमित्तं, तदनन्तरं ठकार. अधुना धात्वादेः शः सः कारणेन पुनः सकार आगच्छति, तदनन्तरं सकारनिमित्तम् अस्ति चेत् थकार आगच्छति. किन्तु तत्र यदि पाणिनि महोदय सन्धिं न कृतवान् तदनन्तरं वयं न जानीमः किं निमित्तम् इति न भगिनि यदि प्रायेण महर्षि सन्धिं करोति एव आम् भगिनि सन्धिं करोति एव अतः वयं दृष्ट्वा ज्ञातुं शक्नुमः अत्र शकारः एव शकारस्य प्रभावेन तत्र तकारः ठकारः जातः इति ज्ञातुं शक्नुमः यदि तत्र शकारः योगः तकारः इति एव स्थापयति चेत् अपि तत्र बाधा नास्ति परन्तु सन्धिः यत्र करणीयं तत्र करणीयमेव खलु सन्धिः करणीयः अतः अत्र सन्धिं करोति मम पॉइंट भगिनी थकार अस्ति चेत् तदनन्तरम् अपि मूर्धा तालु शकार भवति तत्तु भवितुम् अर्हति श्रुत्वं सूत्रेण किन्तु अत्र तु पाणिनि महोदय इति तु न करणीयं न कृतवान् तदेव भगिनि इत्युक्ते तत्र किमर्थं न कृतवान् इति वदति सः कृतवान् एव खलु यदि सन्धिं न कृतवान् चेत् तत्र ष्ठा इति न भवति खलु तत्तु सत्यं सन्धिं करोति एव तत्र ष्ठा इति एव यत्र कुत्रापि धातुपाठे पश्यति सर्वत्र ष्ठा इति एव पश्यति न तु स्था अतः तत्र कथञ्चित् तत्र तर्कः कः इति कथञ्चित् वक्तव्यं भवति ष्ठा इति धातुतः स्था इति रूपं कथम् आगतम् इत्यस्य कृते किमपि वक्तव्यं भवति खलु तदर्थं तत्र विश्वविद्यालयेषु तत्र निमित्तापाये नैमित्तिकस्य अपायः इति उच्यते परन्तु शास्त्रीयचिन्तनं किम् इति अग्रे पश्यामः अस्तु अरुणा भगिनी अग्रे पठति वा आं भगिनि शौचे इति धातुः अत्र अत्र तस्मात् पूर्वं तथैव यत्र धातुषु अनुनासिकवर्णीयवर्गीयवर्णः गणनं च अनुस्वरः च अस्ति तत्र एते वर्णाः नकारजः नाम नकारात् उत्पन्नः वृत्तान्ते अञ्चु धातुः गतिपूजनयोः मूलधातुः अञ्चु इत्येव किन्तु तत्र नकारस्य मूलस्वरूपं नकारः चकारस्य योगेन एव सः नकारः ञकारः जातः धातुषु एवं सर्वत्र बोध्यम् अत्र स्था धातु रूपम् अन्यद् उदाहरणम् अनुनासिकवर्गीयवर्णाः धातुषु अस्ति ज्ञाननं वा अनुस्वारः च अस्ति चेत् तत्र एते वर्णाः नकारजाः अत्र नकारजाः इति अर्थं नकारजः नाम नकारात् उत्पन्नः इति अर्थं वर्तुतः वृत्तान्ते अञ्ज् धातुः अत्रापि अञ्जधातु अर्थं गतिपूजनयोः इति अर्थं मूलधातु अञ्चु अत्र अनुनासिकवर्णनञ्ज् इति नकारात् जातः ततः चकारस्य योगेन एव सः नकार अनुनासिकनकार जातः धातुषु एवं सर्वत्र बोध्यम् प्रक्रियासमये अञ्जधातु अनुनासिकवर्णस्थाने नकारः स्थापनीयम् समीचीनं भगिनि तथैव अस्ति इत्युक्ते अत्र औपदेशिकधातौ यथात्र अञ्ज् इति धातुः अस्ति तत्र अञ्ज् इति धातौ वयं पश्यामः चेत् अत्र मध्ये ण्यकारः अस्ति चवर्गीयपञ्चमवर्णः अस्ति अनुनासिकवर्णः अनुनासिकवर्णः तत्र वर्गीय वर्गीय व्यञ्जनेषु अन्तिमः वर्णः एव अनुनासिकः वर्णः ङ ञ ण म एते वर्णाः अपि च नकारः अपि अस्ति एते अनुनासिकवर्णाः परन्तु यत्र वर्गीयव्यञ्जनेषु पञ्चमः वर्णः यत्र अस्ति तस्य मूलरूपं तु नकारः एव यथा अञ्च् इति धातौ तत्र च वर्गस्य पञ्चमः वर्णः मध्ये अस्ति ञकारः अस्ति परन्तु तादृश ञकारस्य मूलं तु नकारः एव तादृशनकारः तत्र सन्धिकार्यं भवति प्रथमं नकारस्य स्थाने अनुस्वारः भवति अत्र एकं सूत्रमस्ति नश्चापदान्तस्य झलि ये जनाः सन्धिसूत्राणि पठितवन्तः ते जानीयुः अत्र नश्चापदान्तस्य झलि इत्यनेन नकारस्य अनुस्वारः भवति अनन्तरम् अनुस्वारस्य ययीपरसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने च वर्गस्य पञ्चमः वर्णः आगच्छति ञकारः तर्हि अञ्च् इति धातुं पश्यामः चेत् वयं ज्ञातुं शक्नुमः मूले तु नकारः एव अस्ति नकारस्य एव अधुना ञकारः जातः तदर्थमेव एते नकारजाः इति वदन्ति नकारजाः यथा अत्र पङ्कजम् इति वदामः चेत् तत्र किं तत्र विग्रहवाक्यं कथं भवति ककार अस्ति पङ्कज न पङ्कजम् इत्यस्य विग्रहवाक्यं जातः फां तु जातः इति जलाज्जा पद्मम् इति अर्थं हा पद्मम् इति अर्थं तत्र विग्रहवाक्यं जानाति वा पङ्काज्जायते नो चेत् पङ्के जायते इति विग्रहवाक्यं हा पङ्के जायते इति पङ्कजम् एवमेव अत्र नकारः नकारजः इत्युक्ते नकारात् उत्पन्नः नकारजः नकारात् उत्पन्नः यः वर्णः सः नकारजः तर्हि अञ्च् इत्यस्य ञकारः नकारजः अस्ति नकारात् उत्पन्नः अस्ति नकारात् तत्र सन्धिकार्यं कृत्वा ञकारः आगच्छति तत्र सोपानद्वयम् अस्ति प्रथमं नकारस्य स्थाने अनुस्वारः भवति झलीपरे इति सूत्रं वदति झलीपरे इति सूत्रं तदनन्तरं तत्र अनुस्वारस्य स्थाने परसवर्णः भवति तर्हि अत्र परसवर्णः अनुस्वारस्य परसवर्णः अस्ति च वर्गस्य पञ्चमवर्णः स्थाने अन्तरतमः इत्यनेन स्थानतौल्यम् अस्ति अनुनासिकवर्णः अस्ति च वर्गीयवर्णेषु अनुनासिकवर्णः ञकारः अतः अनुस्वारस्य स्थाने ञकारः आदिश्यति अस्तु एवमेव सर्वत्र चिन्तनीयं यत्र धातोः मध्ये अनुनासिकवर्णः अस्ति चेत् मूले सः वर्णः नकारः इति ज्ञातव्यम् अवगतं वा कोऽपि प्रश्नः अत्र यद्यपि वयं नश्चापदान्तस्य झलि अपि च अनुस्वारस्य ययि परसवर्णः इति सूत्रद्वयं न पठितवन्तः एतावता अग्रे अस्मिन्नेव करपत्रे आयास्यति इति भावयामि तस्मिन् सन्दर्भे पठामः परन्तु तत्र सन्धिकार्यमेव यदि सूत्रं न जानाति चेदपि सन्धिकार्यं जानाति खलु नकारस्य अनुस्वारः अनुस्वारस्य अनन्तरं परसवर्णः तत्र कोऽपि क्लेशः अस्ति वा मौनम् इत्युक्ते अवगच्छति इति वा नास्ति भगिनि संशयः नास्ति अस्तु अग्रे सरेम तर्हि अग्रे का पठति अत्र वासुदेवन् महोदय पठति वा श्ना शौजे इति धातुः अत्र नकारस्य मूलस्वरूपं नकारः किन्तु षकारस्य प्रभावेन ष्टुत्वसन्धिना नकारः नकारः जातः तदा धात्वादेः शः सः इत्यनेन स्ना स्ना निमित्तापाये नैमित्तिकस्यापि अपायः इत्यनेन स्ना स्ना इति लौकिकः धातुः, स्नादि इति लटि, स्नानम् इति लुटि. स्ना शौचे इति धातुः. अत्र नकारस्य मूलरूपं मूलस्वरूपं नकारः, किन्तु ष्टुत्वसन्धिना नकारं षकारं षकारं भवति, षकारम् अभवत् नकारः जातः. तदा धात्वदेहे षः सः इत्यनेन स्ना सा भवति, षकारं षकारः सकारं भवति, सकारं भवति तदा स्ना स्ना भवति. निमित्तापाये नैमित्तिक नैमित्तिकस्यापि अपायः इत्यनेन स्ना स्ना इति लौकिकः धातुः. यतः षा गतं षा गतं तदा ना ना ना इति शब्दस्य ना इति वर्णस्य आवश्यकं नास्ति. नापि न भवति, नापि न भवति इति अनेन स्ना स्ना इति लौकिकः धातुः. स्नादि इति लटि, स्नानम् इति लुटि. लट् रूपं स्नादि, लुट् रूपं स्नानं. समीचीनं महोदय, सम्यक् अस्ति, धन्यवादः. कृपया म्यूट् करोतु महोदय. अत्र श्ना इति धातुः अस्ति, शौचे इति धातुः अस्ति. अत्र पश्यामः चेत् अत्र इत्संज्ञकवर्णः नास्ति, इत्संज्ञकवर्णः कोऽपि वर्णः एव नास्ति, अतः श्ना इति एव अस्ति. अधुना अस्माकं प्रथमं कार्यमस्ति सत्त्वं. तर्हि धात्वादेः शः सः इत्यनेन तत्र शकारस्य स्थाने सकारः. तर्हि इदानीमेव वयं पठितवन्तः यत्र यत्र अनुनासिकः वर्णः अस्ति तस्य मूलरूपं तु नकारः एव. तर्हि तत्र मूले तु नकारः एव आसीत्, षकारः योगः नकारः योगः आकारः इति आसीत्. तर्हि तत्र धातुपाठे स्थापनावसरे एव तत्र श्रुत्वसन्धिं कृत्वा मूर्धन्यषकारस्य प्रभावेन धन्त्यनकारः मूर्धन्यणकारः भवति. तर्हि श्ना इति स्थापितमासीत् धातुपाठे. तर्हि इदानीं प्रक्रियाकाले श्ना इति धातुं स्वीकृत्य तर्हि अस्माकं प्रथमं कार्यमस्ति सत्त्वं, तत्र षकारस्य स्थाने सकारः. तर्हि सकारः यदा क्रियते तदा तत्र यः मूर्धन्यणकारः अस्ति सः नकारः अपि न तिष्ठति. इदानीं कारणं नास्ति, षकारः एव कारणं, तादृशकारणमेव अपगतम्, अतः कार्यमपि न तिष्ठति. मूर्धन्यणकारः न तिष्ठति, धन्त्यनकारः एव आगच्छति, अतः स्ना इति लौकिकरूपं. तर्हि स्नाति, स्नानम् इति तादृशरूपाणि सिद्ध्यन्ति. अस्तु, अग्रे राहुल् महोदय पठति वा. अधुना एतत् सर्वं यदुक्तं तत्तु विषयोपरि चयत्वादुक्तं परिचयत्वादुक्तं भावार्थस्य सुखबोधार्थं दत्तं. निमित्तापाये नैमित्तिकस्यापि अपायः इति प्रसिद्धप्रवादस्ति, प्रवादस्तु अस्ति. बहुत्र च एतादृशशिक्षा दीयते यत् ष्ठा श्ना इत्यादयः धातवः तथैव उपदेशात् लौकिकस्थितिं प्राप्नुवन्ति. किन्तु भाष्यकारः पतञ्जलिश्च काशिकाकारः वामनजयादित्यश्च प्रतिपादयतः यत् अयं निमित्तापाये नैमित्तिकस्य अपि अपायः इति तु न परिभाषा न वा वार्तिकम्. अस्य प्रवादस्य एतस्मिन् विषये सामर्थ्यम् अधिकारो वा नास्ति. अतः शास्त्रीयाश्रयम् अवलम्ब्य प्रतिपादनं भवति चेत् वरं स्यात् इति विचिन्त्य एतौ द्वौ मुनि एवं वार्तां स्पष्टीकुरुतः. अधुना एतत् यदुक्त्या आसीत् निमित्तापाये नैमित्तिकस्यापि अपायः इति, एतत्तु शास्त्रीय सम्बद्धं नास्ति प्रायः. इत्युक्ते एतत् बहुत्र वयम् उपयोगं कुर्मः यथा ष्ठाष्णा इत्यादि धातवः निमित्तं, किन्तु तत्तु केवलं लौकिकस्य स्थितिं, किन्तु पतञ्जलिमहर्षिञ्च काशिकारः यः विरचितः वामनजया जय महर्षिः, एते तु एतस्य उपयोगं कुत्रापि न कुर्वन्ति, एतस्य परिभाषा अपि कुत्रापि नास्ति. अतः शास्त्रीयाश्रयम् अवलम्ब्य प्रतिपादनं भवति चेत् वरं स्यात् इत्युक्ते किम् इति अहं मया नावगन्तम् इति विचिन्त्य एतो मुनि एवं वार्ताम् आम् अग्रे उच्यते प्रायः एकं वार्तां स्पष्टीकुर्वन्ति इति. समीचीनम्. इत्युक्ते अत्र एतावता किं दृष्टमिति चेत् निमित्त अपाये नैमित्तिकस्यापि अपायः इत्यनेन एव तत्र समर्थनं क्रियते. अत्र लौकिक औपदेशिकधातुतः लौकिकरूपं कथं साधनीयम्, अत्र निमित्त अपाये नैमित्तिकस्य अपायः इत्यस्य प्रयोगः इति दृष्टवन्तः. परन्तु अधुना अत्र उच्यते तादृश वाक्यम् अथवा यत्किमपि भवतु तस्य उल्लेखः कुत्रापि नास्ति. तद् वाक्यं न्यायः नास्ति, परिभाषा नास्ति, किमपि नास्ति. तर्हि तत्र कथं तत्र तस्य प्रयोगः कथं कर्तुं शक्नुमः? यतोहि तस्य सपोर्ट् नास्ति, प्रमाणं नास्ति. अतः शास्त्रीयरीत्या चिन्तयामः चेत् तत्र वस्तुतः भाष्यकारः अपि च काशिकावृत्तिः अस्ति. तत्रापि उच्यते यत् निमित्त अपाये नैमित्तिकस्य अपायः इति परिभाषा नास्ति, वार्तिकं नास्ति, किमपि नास्ति. अतः तस्य प्रयोगः न करणीयः इति एव. तर्हि तत्र ष्ठा इति धातोः स्था इति रूपं कथं समर्थनीयं? तत्र निमित्तापाये नैमित्तिकस्य अपायः इत्यस्य प्रयोगः न करणीयः चेत् कथं समर्थनीयम् इति अग्रे उच्यते. तत्र कथञ्चित् तर्कः कः, कथं तत्र ष्ठा इत्यस्मात् नो चेत् ष्णा इत्यस्मात् स्ना इति कथम् आगतम् इत्यस्य कृते अग्रे उच्यते. शास्त्रीयरीत्या कथं चिन्तनीयम् इति अग्रे उच्यते. अस्तु, सुमन् भगिनी पठतु अग्रे. भगिनी, निमित्त अपाये निमित्तक स्थाप अपायः अर्थात् when there is a change in the nimittam, the resultant will also change. तदेव उक्तवती खलु, कारणाभावे कार्याभावः. कारणम् अस्ति चेत् कार्यं भवति, कारणमेव नास्ति निमित्तस्य अपायः. कारणाभावे कारणस्य अभावः, कारणं नास्ति चेत् नैमित्तिकस्यापि अपायः इत्युक्ते कार्याभावः, कार्यस्यापि अभावः. कार्यमपि न तिष्ठति, फलमपि न तिष्ठति. ओके ओके ओके. अस्तु भगिनि, ष्ठाधातोः ष्ठाधातोः उपदेशावस्थायां मूर्धन्यषकारः अस्ति, परन्तु दन्त्यथकारः अस्ति. ष्ठा इति स्थितिः. अधुना युगपत् ष्टुनाष्टुः च धात्वादेशः शः सः च आगत्य कार्यार्थम् उद्युक्तं भवति. ष्टुनाष्टुः इत्यनेन ष्ठा धातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकार आदेशः, अपि च धात्वादेहे शः सः इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकार आदेशः अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम् इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन पूर्वत्र सिद्धम् इति सूत्रेण ष्टुनाष्टुः इति शास्त्रम् असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात् त्रिपाद्यां विद्यमानत्वात् अग्रे पठामि वा? अस्तु, धात्वादेः शः सः इत्यनेन शकारस्य सकारदेशः भवति, तदा यतोहि तदानीं शकारः नास्ति एव, शुनाश्चुः इत्यनेन यः ठकार आदेशः भवति स्म सः तु न भवति असङ्गत्वात्. दन्त्यथकारः यथावत् तिष्ठति एव दन्त्यसकारस्तु जातः, अतः लौकिकधातुः स्था इति सम्पन्नम्. अस्यां प्रक्रियां थकारस्य थकारः न कदापि भवति. अयं विषये बाध्यबाधक भावस्य पाठे इतोपि स्पष्टं भविष्यति. अस्य अभावे निमित्त अपाये नैमित्तिकस्य अपि अपायः इति प्रवादः अत्र दत्तः. अस्तु भगिनि, प्रयत्नं करोमि. किञ्चित् दीर्घः भवति. इदानीं लिखितमस्ति ष्ठा धातु तस्य मूलरूपं ष्ठा नास्ति. तत् ष्ठा पूर्वं तु ष्ठा भवति, षकार दन्त्यथकारः अनन्तरम् आकारः. किन्तु तत्र षकारः भवति इत्युक्ते तत्र ष्टुनाष्टुः इत्युक्ते ष्टुत्वं सन्धिः, तत् सूत्रं कार्यं कर्तुम् इदानीं ठकारस्य परिवर्तनं करोति, ठकारः भवति. इदानीं यत्र स्था अस्ति तत्र भगिनि एकवारं क्षम्यताम्, एकवारं ष्टुनाष्टुः इति सूत्रं किं वदति इति सारांशरूपेण वदतु, प्रायः सर्वे न जानीयुः. अस्तु, ष्टुनाष्टुः सूत्रं वदति, तवर्गीयव्यञ्जनम् अस्ति चेत् तस्मात् परं वा पूर्वं षकार अस्ति नो चेत् तवर्गीयव्यञ्जनम् अस्ति चेत् तवर्गीयव्यञ्जनस्य स्थाने तवर्गीयस्य व्यञ्जनं वर्गीयव्यञ्जनम् आदेशः भवति. इदानीं तु ठकार अस्ति, तस्मात् पूर्वं षकार अस्ति, अतः तवर्गीयव्यञ्जनं ठकारः तवर्गीयव्यञ्जनं ठकारः भवति. मूर्धन्यठकारः, क्षम्यतां, दन्त्यथकारः मूर्धन्यठकारः भवति. सम्यक् वा? न, किमर्थं मूर्धन्यटकारः भवति? अत्र शास्त्रीयचिन्तने तत्र मूर्धन्यटकारः भवति इति न उक्तं खलु? न न न, ष्टुनाष्टुः सूत्रेण भवति. परन्तु अत्र ष्टुनाष्टुः इति सूत्रस्य कार्य इत्यस्य अवसरः प्राप्तिः अस्ति न न न न उक्तवती. इदानीं ष्टुनाष्टुः कार्यं करोति चेत् ठकारस्य स्थाने ठकारः आदेशः भवति. अस्तु अस्तु, इदानीं ष्ठा अस्ति, तत्र धातवादेः शः सः अपि कार्यं कर्तुं शक्नोति. तस्मात् सूत्रात् षकारस्य स्थाने सकारः आदेशः भवति. इत्युक्ते यत्र ष्ठा आसीत् तत्र स्था भवति. इदानीं किं सूत्रं कार्यं करोति इति द्रष्टव्यम्. ष्टुनाष्टुः सूत्रस्य संख्या अस्ति 8.4.41 इत्युक्ते अष्टम अध्याये चतुर्थपादे एक चत्वारिंशत् सूत्रम् अस्ति. धात्वादेः शः सः तत्तु षष्ठ अध्याये अस्ति. इदानीं किञ्चित् अत्र स्वरूपोदय पूर्वत्र सिद्धं त्रिपाद्याम् इति किमपि लिखितवान्, तत्र तत् किम् इत्युक्ते इदानीम् अष्टाध्याये द्विभागः भागद्वयं भवति. प्रथमं तु प्रथम अध्यायस्य प्रथम अध्यायतः अष्टम अध्यायस्य प्रथमं भागं पर्यन्तं सेवेन् अण्ड् अ क्वार्टर् अष्टम अध्यायस्य प्रथमपादम् इति वदति उक्तवती वा प्रथमं पादपर्यन्तं. सो सप्त अध्यायः अनन्तरम् अष्टम अध्यायस्य प्रथमपादम् एव. अस्तु, तत् एकं भागम्. अनन्तरम् अष्टमाध्यायस्य द्वितीयभागतः अन्ते अष्टमाध्यायस्य चतुर्थभाग पर्यन्तं द्वितीयभाग अस्ति. तद् द्वितीयभाग अस्ति त्रिपादी. तत्र पादत्रयम् अस्ति, अतः तस्य नाम त्रिपादी अस्ति. पूर्वत्र सिद्धम् इति सूत्रं प्रथमं सूत्रम् अस्ति त्रिपाद्यां. प्रथमं सूत्रं सङ्ख्या पश्यामः चेत् 8.2.1 अस्ति. त्रिपाद्यस्य त्रिपादेः प्रथमसूत्रम् अस्ति. तद् वदति यत् सूत्रं त्रिपाद्याम् अस्ति तस्मात् पूर्वं किमपि सूत्रं अस्ति चेत् तद् पूर्वसूत्रम् एव कार्यं करोति, न तु त्रिपादिसूत्रम्. अत्र वयं पुनः सङ्ख्या पश्यामः चेत् ष्टुनाष्टुः तु त्रिपाद्याम् अस्ति, अतः इदानीं ष्टुनाष्टुः कार्यं न करोति. तत्तु धात्वादेः शः सः दृश्य असिद्धम् अस्ति, अतः धात्वादेः शः सः एव कार्यं करोति, अतः ष्ठा का भवति न तु ष्ठा. सारांशरूपेण उक्तवती भगिनी, नो चेत् किं बहु दीर्घः भवति. आहा, समीचीनं समीचीनमस्ति, तथैव अस्ति. अत्र अवगतं वा गीताञ्जलिभगिनी, अवगतं वा? पुनः एकवारम् उच्यतां, स्पष्टता नास्ति भगिनी. एतत् कार्यं त्रिपादिसूत्रे भवति, तत् पूर्वमिन 8.1 मध्ये न एव दृष्टं. सो दट् कार्य वाट् एवर् हेपन् ड्यू टु दट् सूत्र विल् नाट् बि विजिबल् अट् आल्. अत्र पश्यतु, अत्र पुनः एकवारं वदामि, अत्र पश्यतु, अत्र बहु किमपि अस्ति. एतत् सर्वं वयं न पठितवन्तः, अतः किञ्चित् क्लेशः भवति. अतः अत्र अस्मिन् विषये स्पष्टता अग्रे भविष्यति यदा तत्र बलाबलस्य चिन्तनं कुर्मः. परन्तु अत्र सारांशरूपेण वदामः. अतः एव अत्र प्रथमं निमित्तापाय नैमित्तिकस्य अपायः इति विषये उक्तमस्ति. यतोहि तत्र सरलमस्ति, बालानां सुखबोधाय तादृशम् उक्तमस्ति. यतोहि इदानीं तादृशम् अवगच्छन्तु, अग्रे गत्वा शास्त्रीयचिन्तनमपि भविष्यति. अत्र सारांशरूपेण शास्त्रीयचिन्तनं किम् इति अपि उक्तं. तदर्थं प्रथमतया अवगन्तव्यम् अष्टाध्यायी इत्यस्य, यथा भगिनी उक्तवती, अत्र अष्टाध्यायी इति ग्रन्थस्य भागद्वयम् अस्ति. एकमस्ति सपादसप्ताध्यायी, अन्यः भागः अस्ति त्रिपादी इति. सपादसप्ताध्यायी इत्युक्ते अत्र अष्टाध्याय्यां प्रथम अध्यायात् आरभ्य अष्टम अध्यायस्य प्रथमपादपर्यन्तम् इत्युक्ते अष्टाध्याय्यां प्रत्येकस्मिन् अध्याये चत्वारः पादाः भवन्ति. इत्युक्ते प्रथमाध्यायं पश्यामः चेत् चत्वारः पादाः, द्वितीयाध्याये चत्वारः पादाः, तृतीयाध्याये चत्वारः पादाः, एवं कृत्वा अष्टमाध्याये अपि चत्वारः पादाः. तर्हि सपादसप्ताध्यायी इत्यस्य भागः कः इति चेत् प्रथमाध्यायात् आरभ्य प्रथमाध्याये चत्वारः पादाः, द्वितीय अध्याये, तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये, षष्टाध्याये, सप्तमाध्याये, अष्टमाध्यायस्य प्रथमपादपर्यन्तं सपादसप्ताध्यायी इति वदामः. इत्युक्ते अत्र फस्ट् स्टार्टिङ्ग् फ्रम् फस्ट् चाप्टर् टिल् दि एण्ड् आफ् एय्त् चाप्टर् फस्ट् पार्ट् सपादसप्ताध्यायी. तदनन्तरं त्रिपादी इत्युक्ते अवशिष्टः भागाः इत्युक्ते तत्र अष्टमाध्यायस्य द्वितीयपादे, तृतीयपादे, चतुर्थपादे त्रयः पादाः अष्टमाध्याये, तेषां नामकरणमस्ति त्रिपादी इति. तर्हि अत्र अत्र अष्टाध्याय्याम् अत्र चिन्तनं किम् इति चेत् अत्र एकं सूत्रमस्ति पूर्वत्र सिद्धम् इति एकं सूत्रमस्ति. तेन सूत्रेण किम् उच्यते इति चेत् पूर्वं प्रति परम् असिद्धम् इति उच्यते. पूर्वं यत् अस्ति तत् प्रति परम् असिद्धम्. तर्हि अत्र पूर्वं किम् अस्ति, त्रिपाद्यां पूर्वं किम् अस्ति, सपादसप्ताध्यायी अस्ति. तर्हि अत्र त्रिपाद्याम् अष्टमाध्यायस्य द्वितीयपादः, तृतीयपादः, चतुर्थपादः इति त्रयः पादाः सन्ति. तेषां कृते सपादसप्ताध्यायी एव पूर्वम् अस्ति. तर्हि सपादसप्ताध्यायां प्रति त्रिपादी असिद्धा इत्युक्ते त्रिपाद्यां यानि यानि सूत्राणि सन्ति तानि सर्वाणि असिद्धानि सपादसप्ताध्यायां प्रति. इत्युक्ते सपादसप्ताध्यायी तानि सूत्राणि द्रष्टुं न शक्नोति, अतः असिद्धम् इति वदामः. तर्हि अत्र अस्माकम् इति तत्र अष्टाध्यायाः किञ्चित् चिन्तनं तत्र कथं भवति इति. अत्र किं भवति इति पश्यामः चेत् अत्र ष्ठा इति धातुः अस्ति, औपदेशिकधातुः. वयं जानीमः तत्र ठकारः तु मूले ठकारः एव आसीत्. तर्हि अस्माकं प्रक्रियाकाले शास्त्रीयचिन्तनं यदा कुर्मः तत्र ठकारः एव स्वीकुर्मः, तत्र सन्धिं न पश्यामः. तर्हि मूले षकारः अस्ति, तदनन्तरं ठकारः अस्ति, तर्हि ष्ठा इति स्वीकृत्य अधुना पश्यामः. अधुना अस्माकं चिन्तयामः अत्र किं कार्यं भवति. वयं जानीमः षत्वम् इति कार्यं भवितुम् अर्हति, यतोहि तत्र आदौ षकारः अस्ति, औपदेशिकधातुः अस्ति, आदौ षकारः अस्ति, अतः धात्वादेः सहसः इति सूत्रस्य प्रसक्तिः अस्ति अत्र, तस्य कार्यं भवितुम् अर्हति. अपि च अत्र पश्यामः चेत् ष्टुनाष्टुः इति ष्टुत्वसन्धिविधायकसूत्रमस्ति, तत्र ष्टुत्वसन्धिः इत्यस्य कार्यमपि भवितुम् अर्हति अत्र. अतः अत्र पश्यामः चेत् द्वयोः सूत्रयोः प्रसक्तिः अस्ति. अत्र ष्टुत्वसन्धिः अपि भवितुम् अर्हति, धात्वादेः सहसः इति अपि भवितुम् अर्हति अस्माकं चिन्तनक्रमे, यतोहि सूत्रद्वयमपि वयं द्रष्टुं शक्नुमः. यद्यपि अत्र धात्वादेः सहसः इति सूत्रं कुत्र अस्ति, अत्र रमाबाई भगिनी वदतु, धात्वादेः सहसः इति सूत्रं कुत्र अस्ति अष्टाध्यायं, सपादसप्ताध्यायं वा त्रिपाद्यां वा? सप्तमाध्याये प्रथमपादे त्रयोषष्टिः. हा, तर्हि कुत्र अस्ति अष्टाध्यायं? सपादसप्ताध्यायम् अस्ति, यतोहि तत्र अष्टमाध्यायस्य द्वितीयपादात् पूर्वम् अस्ति, अतः सपादसप्ताध्यायम् अस्ति. ष्टुनाष्टुः कुत्र अस्ति? अष्टमाध्याये द्वितीयपादे प्रथमसूत्रम् अस्ति. कुत्र अस्ति, कुत्र अस्ति प्रथमसूत्रं? त्रिपाद्यमस्ति, परन्तु अष्टमाध्यायस्य चतुर्थपादे अस्ति सूत्रं, प्रथमपादे नास्ति. पूर्वत्र सिद्धमेव द्वितीयपादस्य प्रथमसूत्रं. हा, ष्टुनाष्टुः इति सूत्रं तु ष्टुनाष्टुः इति सूत्रं त्रिपाद्याम् अस्ति. धात्वादेः सहसः इति, हा, धात्वादेः सहसः सपादसप्ताध्यायम् अस्ति. हा, अस्तु भगिनि, धन्यवादः. तर्हि धात्वादेः सहसः इति सूत्रं सपादसप्ताध्यायाम् अस्ति, ष्टुनाष्टुः इति सूत्रं त्रिपाद्याम् अस्ति. तर्हि इदानीम् अस्माकं प्रक्रियाकाले ष्ठा इति धातुं स्वीकृत्य इदानीं पश्यामः अत्र सूत्रद्वयम् अस्ति कार्यं कर्तुं, वयं जानीमः सूत्रद्वयमपि अस्ति, एकमस्ति सपादसप्ताध्यायां, द्वितीयमस्ति त्रिपाद्यां। तर्हि अत्र प्रश्नः अस्ति, सूत्रद्वयम् अत्र अस्ति खलु, कस्य कार्यं भवति इति चेत् द्वयोः मध्ये सङ्घर्षः अस्ति, द्वयोः मध्ये अत्र वयं जानीमः द्वयोः प्रसक्तिः अस्ति। तर्हि एतादृशसन्दर्भे यत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति तत्र नियमः अस्ति, अष्टाध्यायां नियमः अस्ति, सः नियमः एव पूर्वत्रासिद्धम् इति नियमः अस्ति। पूर्वत्रासिद्धम् इति किं वदति इति चेत् पूर्वसूत्रमेव प्रथमं कार्यं करोति, परसूत्रम् असिद्धं। तादृशपरसूत्रं त्रिपाद्याम् अस्ति चेत् तादृशसूत्रम् असिद्धं। तर्हि सपादसप्ताध्यायां यत् सूत्रमस्ति तस्य एव बलम् अधिकम् अस्ति, अतः तस्य कार्यमेव प्रथमं भवति। यतोहि अन्यत् सूत्रं यत् सूत्रं त्रिपाद्याम् अस्ति तत् सूत्रम् असिद्धम् अस्ति। अधुना अत्र ष्टुनाष्टुः धात्वादेः शः सः द्वयोः प्रसक्तिः अस्ति, तर्हि अत्र ष्टुनाष्टुः इति सूत्रं त्रिपाद्याम् अस्ति, धात्वादेः शः सः इति सूत्रं सपादसप्ताध्यायाम् अस्ति, अतः धात्वादेः शः सः इति सूत्रस्य एव बलम् अस्ति, ष्टुनाष्टुः इति सूत्रम् असिद्धम् अस्ति, तस्य अस्तित्वम् एव नास्ति, नान् एक्सिस्टेण्ट् अस्ति। धात्वादेः शः सः इति सूत्रस्य दृष्ट्या ष्टुनाष्टुः इति सूत्रं नान् एक्सिस्टेण्ट् अस्ति, अस्तित्वमेव नास्ति, अतः तस्य एव कार्यं भवति, धात्वादेः शः सः इत्यस्य एव कार्यं भवति, यतोहि तस्य बलम् अधिकम् अस्ति। अतः अधुना अत्र षकारस्य स्थाने सकारादेशः भवति, अतः स्था इति सिद्ध्यति, साक्षात् सिद्ध्यति, अत्र ष्टुनाष्टुः इति सूत्रस्य अवसरः एव नास्ति, यतोहि शास्त्रम् एव असिद्धं, शास्त्रम् इत्युक्ते सूत्रं, सूत्रमेव असिद्धम् अस्ति। अवगतं वा? तर्हि स्पष्टं किं, तर्हि धातुपाठे ष्ठा इति कथं भवेत्? तर्हि धातुपाठे तादृश इङ्गितम् अस्ति, तत्र ष्ठा इति उच्यते, तथापि तत्र यतोहि तत्र प्रक्रिया नास्ति खलु, प्रक्रियाकाले एव एतादृशचिन्तनं भवति, परन्तु धातुपाठे प्रक्रियाचिन्तनं नास्ति इति कृत्वा तत्र सन्धिं कृत्वा एव प्रदर्श्यते इति तादृशशैली अस्ति, शैली एव के अन्यत् किमपि नास्ति, तादृशशैली अस्ति यत्र सन्धिं कृत्वा प्रदर्श्यते। भगिनि अत्र सैण्टिफिकलि प्रोनौन्सियेशन् अपि षकारस्य ठकारः एव मुखे आगच्छति खलु? सत्यं, तदर्थमेव ष्ठा इति प्रदर्श्यते। ष्ठ इति वक्तुं बहु क्लिष्टः भवति, सत्यं एव मुखे आगच्छति, सत्यम्, उच्चारणसौलभ्यार्थमपि तादृशशैली अस्ति। सवर्णः खलु षकार एण्ड् ठकारः, मूर्धन्यसवर्णः, सत्यं, तदर्थमेव तत्र तादृशशैली अस्ति, उच्चारणसौलभ्यार्थमेव शैली अस्ति, अपि च अन्यत्र उच्चारणसौलभ्यं नास्ति चेदपि तत्र सन्धिं कृत्वा एव प्रदर्श्यते सर्वत्र। भगिनी पूर्वत्र असिद्धम् इति सूत्रं किं वदति? पूर्वत्र असिद्धम् इति वदति चेत् किं वदति इति चेत् अत्र भागद्वयम् अस्ति अष्टाध्यायां, सपादसप्ताध्यायी अपि च त्रिपादी इति भागद्वयम् अस्ति। सपादसप्ताध्यायां यानि यानि सूत्राणि सन्ति तेषां दृष्ट्या त्रिपादी असिद्धा, इत्युक्ते त्रिपाद्यां यानि सूत्राणि सन्ति तानि असिद्धानि, इत्युक्ते तेषाम् अस्तित्वमेव नास्ति, इत्युक्ते अत्र प्रथमं सपादसप्ताध्यायी इति एव कार्यं करोति, तदनन्तरमेव त्रिपादी। तत्र पदविभागं किम् अस्ति? पूर्व अत्र असिद्धम् इति अस्ति, पूर्व अत्र असिद्धं, सूत्रस्य विवरणम् अग्रे पठामः भगिनी, अत्र बलाबलचिन्तनम् इति एकः पाठः अस्ति, तस्मिन् सन्दर्भे इतोपि विस्तृतरूपेण पठामः, परन्तु अत्र सारांशरूपेण पूर्वं प्रति परम् असिद्धम् इति अर्थः, पूर्वं प्रति परम् असिद्धम्, इत्युक्ते सपादसप्ताध्यायी प्रति त्रिपादी असिद्धा। अस्तु, धन्यवादः भगिनि। अस्तु, समीचीनं, भवती एव अग्रे पठतु। पठिष्यामि। प्रक्रियां दृष्ट्वा प्रश्नः उदेति, तर्हि किमर्थं धातुपाठे औपदेशिकधातु ष्ठा इति दीयते? कारणम् इदं यत् औपदेशिकधातुः एव अपेक्षते चेत् ष्टुत्वस्य अवसरो भवति, धात्वादेः शहसः इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं। यदा किमपि लौकिकरूपं सम्पादनीयं भवति किन्तु औपदेशिकधातुः एव अपेक्षितं चेत् तत्र मूर्धन्यषकारः अस्त्येव तदर्थं ष्टुनाष्टुः इत्येन ठकारादेशं करोति। अनेन ष्ठा इति धातुः जायते। इदानीमेव महोदय प्रश्नः पृष्टवान्, समानप्रश्नः प्रश्नः एव अत्रापि। तदा ष्टा इति धातुः कथं भवति इति, औपदेशिकधातुः ष्टा इति कथं दीयते इति प्रश्नः। कारणम् एतत् यत् औपदेशिकधातुः एव अपेक्षते चेत् स्तुत्तस्य अवसरो भवति। अहं न अवगतं तस्य अर्थः। धात्वादेः शहसः इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयम्। इदानीं पूर्वत्र असिद्धम् इति सूत्रेण सपादसप्ताध्यायस्य सूत्राणि एव प्रवर्तनं भवति इति कारणात् धात्वादेः शहसः इति सूत्रं सम्भवति, तत् प्रवर्तते अत्र। तदर्थं लौकिकरूपं सम्पादनीयं भवति। तत्र मूर्धन्यषकारः अस्ति, ष्टुनाष्टुः इति तत् त्रिपादे वर्तते इति कारणात् तस्य अधिकारं, न चेत् तस्य प्रवर्तनं न भवति अत्र इति ठकारस्य आदेशं करोति तत्र। अनेन ष्टा इति धातुः च सम्भवति। उक्तवती, स्पष्टं नास्ति, किञ्चित् स्पष्टता नास्ति अत्र। अत्र पूर्णेन्दु महोदय प्रयत्नं करोति वा? प्रक्रियां दृष्ट्या प्रश्नः उदेति, तर्हि किमर्थं धातुपाठे औपदेशिकधातुः स्था इति दीयते? कारणमिदं यत् औपदेशिकधातुः एव अपेक्षते चेत् सूत्रस्य अवसरो भवति। धत्वादेः सः सः इति सूत्रं प्रवर्तनीयं भवति तदा किमपि कार्यं करणीयं, तदा यदा किमपि लौकिकरूपं सम्पादनीयं भवति। किन्तु औपदेशिकधातुः एव अपेक्षितं चेत् तत्र मूर्धन्यषकारः अस्त्येव तदर्थं स्तूनाष्टुः इत्यनेन ठकारादेशं करोति, अनेन स्था इति धातुः जायते। अत्र प्रत्ययदृष्ट्या प्रश्नः उदेति, तर्हि किमर्थं धातुपाठे औपदेशिकधातुः स्था इति दीयते? अत्र लौकिकधातुः स्था अस्ति, इत्युक्ते दन्तसकारः महाप्राणसकारः, परन्तु औपदेशिक अवस्थायां तु स्था अस्ति, मूर्धन्यसकारः महाप्राणठकारः। तत्र प्रश्नः उदेति, किमर्थं धातुपाठे औपदेशिकधातोः एतादृशी रूपम् अस्ति? इत्युक्ते मम चिन्तनम् अस्ति, लोके तु स्था इति लौकिकरूपं पूर्वतः प्रचलितम् अस्ति, तत् रूपं साधयितुं कस्मिन् औपदेशिकरूपतः स्था इति लौकिकरूपसाधनं कर्तुं पाणिनि महर्षिपाणिनेः इत्युक्ते कीदृशम् औपदेशिक धातुतः स्था इति लौकिकरूपं साधनीयम्, अपि च धात्वादेः सः सः इति सूत्रस्य औचित्यमपि भवेत्। द्वयस्य चिन्तनं कृत्वा महर्षिपाणिनिः औपदेशिकरूपं मूर्धन्यसकार महाप्राणसकारः स्था इति औपदेशिकं रूपं स्थापितम् अस्ति। तत् कथं साधयति इत्युक्ते पूर्वं तु वर्णक्रमः अस्ति मूर्धन्यसकार योगः थकार योगः आकार तस्य औपदेशिकं रूपं इच्छामः चेत् औपदेशिकम् अपेक्षते चेत् तत्र सन्धि भवति सन्धि यत्र सन्धि क्रियते तत्र स्तूनाष्टुः सूत्रस्य प्रसक्तिः अस्ति स्तूनाष्टुः सूत्रेण ठकारस्य ठकारादेशः भवति अतः स्था इति रूपं सिद्ध्यते परन्तु यदा प्रक्रिया औपदेशिकरूपतः पदनिर्माणप्रक्रिया कुर्मः तत्र तु लौकिकरूपम् अपेक्षते लौकिकरूपं कर्तुं प्रक्रियाकाले सूत्रद्वयस्य प्रसक्तिः आगच्छति इत्युक्ते स्तूनाष्टुः इति सूत्रस्य प्रसक्तिः आगच्छति अपि च धात्वादेः सः सः इति सूत्रस्य प्रसक्तिः अपि आगच्छति तादृशं स्थित्यां पूर्वत्र सिद्धम् इति सूत्रेण धात्वादेः सः सः इति सूत्रकार्यं करोति स्तूनाष्टुः इति सूत्र तु न दृश्यते अतः धातादेः सह सहसः इति सूत्रकार्यं कृत्वा स्था इति रूपं सिद्ध्यते इति अहं चिन्तयामि भगिनि हा समीचीनं बहु समीचीनं महोदय तथैव अस्ति समीचीनम् इत्युक्ते अत्र प्रश्नः उदेति खलु अत्र सकारः अनन्तरं थकारः इति उक्तं तदेव तत्र मूर्धन्य षकारः अनन्तरं महाप्राणथकारः अनन्तरम् आकारः इति उक्तं तदेव मूलरूपम् इति उक्तं तर्हि धातुपाठे किमर्थं तत्र ष्ठा इति प्रदर्श्यते इति प्रश्नः उदेति तत्र शेखर् महोदयेन पृष्टं तर्हि तदर्थम् अत्र उच्यते यद्यपि तत्र औपदेशिकधातोः कृते तत्र तु यद्यपि षकारः अस्ति अनन्तरं महाप्राणथकारः अस्ति तत्र सन्धिः अवसरः अस्ति इदानीं प्रक्रियाकालः नास्ति प्रक्रियायाः विषये चिन्तनं नास्ति अत्र केवलम् औपदेशिकधातुः कः इति चिन्तयामः चेत् तस्मिन् सन्दर्भे सन्धिः अवसरः अस्ति अपि च उच्चारणसौलभ्यमपि अस्ति यथा अत्र विजयलक्ष्मीपत्नी उक्तवती उच्चारणसौलभ्यम् अस्ति इति कृत्वा तत्र ष्ठा इति श्रुत्रसन्धिं कृत्वा ष्ठा इति प्रदर्श्यते धातुपाठे परन्तु इदानीं वयं प्रक्रियां कर्तुम् इच्छामः तत्र औपदेशिकधातुः कः इति चिन्तयामः चेत् तत्र तु मूले थकारः एव अस्ति अतः षकारः योगः थकारः योगः आकारः ष्ठा इति स्वीकृत्य वयं पश्यामः अत्र प्रक्रिया कथं भवति इति पश्यामः चेत् अत्र वयं जानीमः अधुना धात्वादेः सहसः इति एकं सूत्रमस्ति तस्य कार्यं भवितुमर्हति स्तूनाष्टुः इति सूत्रमपि अत्र कार्यं कर्तुं शक्नोति तर्हि द्वयोः सङ्घर्षः अस्ति तयोर्मध्ये कस्य कार्यं भवति इति चेत् पूर्वत्र सिद्धम् इति सूत्रेण स्तूनाष्टुः इति सूत्रं त्रिपाद्याम् अस्ति धात्वादेः सहसः इति सूत्रं सपादसप्ताध्याय्याम् अस्ति अतः स्तूनाष्टुः इति सूत्रं स्वयम् असिद्धम् अस्ति तस्य कार्यं भवितुं नार्हति यतोहि तत्र सत्सूत्रं परं सूत्रमस्ति अतः अधुना तात्वादेः सहसः इति सूत्रस्य कार्यम् एव भवति इति कृत्वा तत्र षकारस्य स्थाने सकारादेशः भवति इति कृत्वा तत्र स्था इति लौकिकरूपं प्राप्नुमः स्पष्टं वा बुद्धं वा सर्वैः अवगतं भगिनि अवगतम् इदानीमेव वयम् अस्माभिः बुद्धं यत् पूर्वात्र सिद्धम् इति सूत्रेण स्तूना इति तु साफल्यं नास्ति तत्र प्रसक्तिः नास्ति इति अनन्तरम् इदानीं रूपं ष्टा इति प्रयुज्यते चेत् पुनः स्तूनाष्टुः एव साक्षात्कारं भवति वा तत् तदेव प्रयुज्यते वा धातुपटे ष्ठा इति अस्ति परन्तु अस्माकं प्रक्रियाकाले आदौ आदिमसोपानं किं तत्र ष्ठा इति नास्ति आदिमसोपानं षकारः योगः महाप्राणथकारः यतोहि मूले थकारः एव आसीत् खलु अतः ष्ठा इति न स्वीकुर्मः ष्ठा इति अस्ति ष्ठा इति अस्ति तत् स्तूनाष्टुः इत्यनेन एव ष्ठा इति भवति किन्तु इदानीमेव वयम् अस्माभिः उक्तं खलु स्तूनाष्टुः तत् प्रसक्तिः नास्ति प्रसक्तिः अस्ति, अस्माकं दृष्ट्या प्रसक्तिः अस्ति, परन्तु प्राप्तिः नास्ति, यतोहि असिद्धम् अस्ति. प्राप्तिः नास्ति यतोहि असिद्धम् अस्ति. द्वयोः सूत्रयोः प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति यतोहि सूत्रम् असिद्धम्. इत्युक्ते धात्वादेः शः सः इति सूत्रं शृणाष्टुः इति सूत्रं द्रष्टुं न शक्नोति, परन्तु वयं तु द्रष्टुं शक्नुमः, वयं तु सर्वाणि सूत्राणि द्रष्टुं शक्नुमः. तर्हि अस्माकं दृष्ट्या सूत्रद्वयोः सूत्रयोः प्रसक्तिः अस्ति, परन्तु अत्र पूर्वत्र सिद्धः पूर्वत्र सिद्धम् इति नियमः अस्ति इति कृत्वा शृणाष्टुः इति सूत्रम् असिद्धम्. अतः धात्वादेः तत्र तु श्रुतसन्धि कार्यं तत्र न भवति, कार्यं न भवति, कार्यं न भवति. केवलं धात्वादेशः सः इत्यस्यैव प्राप्तिः प्रक्रियाकाले तु. केवलं धातुपाठे यदा प्रदर्शयामः तत्रैव श्रुत्वसन्धिः भवति, अन्यत्र कुत्रापि न भवति. प्रक्रियाकाले तु स्था इति स्वीकृत्य तत्र धात्वादेशः सः इति सूत्रस्य कार्यमेव भवति. शकारस्य सकारः स्था इति प्राप्नुमः, श्रुनाष्टुः इति सूत्रस्य अवसरः एव नास्ति. अवसर एव नास्ति भगिनि. अत्र स्था इति धातोः रूपाणि भवन्ति, स्थित्वा अपि च स्थापयति, स्थापयित्वा इत्यादि. यदि तत्र वयं स्था इति उपयोगं कुर्मः चेत् क्लेशः भवति, तदर्थमेव स्था इति इत्यस्य उपयोगम् अभवत्. अतः मूलधातोः स्था इति दर्शयित्वा उपयोगे स्था इति एव प्रक्रियां भवेत् इति उद्देशः आसीत् वा महोदयस्य? सत्यं, तदेव धात्वादेशः सः इति सूत्रमेव कृतवान्, तदर्थमेव कृतवान् खलु, नो चेत् सूत्रस्य आवश्यकता नास्ति खलु. यदि अत्र यदि रूपं यथा भवती उक्तवती रूपम् अत्र ष्टित्वा इति अस्ति चेत् तत्र धात्वादेशः सः इत्यस्य आवश्यकता नास्ति, परन्तु लोके तु रूपं स्थित्वा इति अस्ति, स्थित्वा स्थापयित्वा इति अस्ति. अतः तत्र धात्वादेशः सः इत्यस्य आवश्यकता अस्ति, सूत्रस्य आवश्यकता अस्ति, तदर्थमेव सूत्रं कृतम्. अपि च सूत्रं सपादसप्ताध्यायां स्थापितं. किमर्थं स्थापितम्? यतोहि एतादृशसन्दर्भेषु शृणाष्टुः इति असिद्धं भवेत् इति एतत् सर्वं विचिन्त्य एव तत्र पाणिनिः स्थापयति सूत्राणि. सपादसप्ताध्यायं भवेत् रूपं मूलरूपे एव तिष्ठति, अपि च स्था एव प्रक्रियाम् आगच्छति. धन्यवादः. अत्र स्थगयामः, सर्वे पठन्तु, पुनः अग्रिमसप्ताहे प्रश्नाः सन्ति चेत् द्रष्टुं शक्नुमः. अस्तु, धन्यवादः. धन्यवादः, नमस्कारः भगिनि. धन्यवादः. धन्यवादः. नमस्कारः.